अस्तु, तर्हि अद्यतनविषयः अस्ति भाविप्रयोगः, गीतासोपानस्य द्वितीयभागस्य नवदश पाठः अस्ति. तत्र गृहपाठरूपेण अपि गते पाठे अभ्यासद्वयमासीत्, तस्य परिशीलनं कुर्मः अग्रिमे सप्ताहे, यतोहि अद्य सर्वे न आगतवन्तः. अन्य कोऽपि अस्ति वा? पुष्पा भगिनि. अस्तु भगिनि, हा अस्तु. तर्हि अत्र कश्चन प्रश्नः उदेति यत् कर्मणि प्रयोगः अपि च भाविप्रयोगः, अनयोः भेदः कः? तत्र सञ्जीवमहोदय किञ्चित् वदति वा? कर्मणि यदि धातुः सकर्मकः भवति तदा कर्मणि प्रयोगः भवत्येव, यदि धातुः अकर्मकः तदा भावे प्रयोगः इति उच्यते. तत्र वदतु, तत्र सकर्मकधातुः यदा भवति तदा कर्मपदं प्रथमाविभक्तौ भवति, तथा कर्तृपदं तृतीयाविभक्तौ. यदि भावे प्रयोगः, क्षम्यतां, तत् कर्मणि प्रयोगे धातुः अपि कर्मपदमनुसृत्य एव वचनं तथा पुरुषः अपि भवति. भावे प्रयोगे कर्मपदं नास्ति, तथा कर्तृपदं तृतीयाविभक्तौ भवति, धातुपदं सर्वदा एकवचने एव भवति. एकवचने प्रथमपुरुषे. प्रथमपुरुषे, हा. अत्र लिङ्गभेदः न भवति इति वा? लिङ्गेन न सङ्गच्छति. धातोः लिङ्गं लिङ्गः लिङ्गं नास्ति. नास्ति खलु, बहु समीचीनमस्ति. तत्र पुरुषः वचनं लिङ्गम् इति सम्भवति, किन्तु तत्र यत्र तिङन्तपदमस्ति, क्रियापदमस्ति, तत्र लिङ्गस्य अभावः इत्यनेन तत्र केवलं वचनभेदः अपि च पुरुषभेदः. विभक्तिभेदः, विभक्ति पुरुष एव, नाम तिङन्तपदस्य क्रियापदस्य विभक्तिभेदः भवति वा कर्मपदमनुसृत्य कर्तृपदमनुसृत्य? भवति. किल भगिनी किं वदति भवती? तिङ्गपदं तु विभक्तिभेदः न भवति खलु महोदय? किमर्थं चेत् तत्र केवलं तत्र पुरुष अपि च वचनभेदः भवति तत्र. इति अस्ति खलु, महोदय तु जानाति एव, किन्तु अत्र वस्तुतः तत्र क्रियापदस्य तिङन्तपदस्य न लिङ्गं भवति न वा विभक्तिः इति यथा सम्भाषणविचारे वयं वदामः, तत्र विभक्तिः नास्ति खलु. अतः नाम गच्छति इत्यस्य न प्रथमाविभक्तिः, द्वितीयाविभक्तिः इत्यादिकं किमपि नास्ति. किन्तु यत्र विशेषणम् अस्ति, इदानीम् अस्माकं नाम बालकः कार्यं करोति, बालकः कार्यं करोति, कुर्यते. हा, पुष्पभगिनी वदतु. कुर्यते न बालेन, सहायं कर्तुमिच्छति चेत् सम्यक्तया करोतु कृपया. अस्तु, तस्य कर्मणि प्रयोगरूपं किं? पूर्णतया वाक्यं वक्तव्यं. बालेन कार्यं क्रियते क्रियते क्रियते क्रियते अस्तु तदपि अस्माभिः परिशीलितमासीत् यत्र ऋकारान्तदातुः अस्ति तत्र किं किं भवति इति एतत् सर्वं वयं परिशीलितवन्तः खलु तत्र कस्मिन् पुटे अस्ति चतुर्विंशति अधिकशततमे पुटे अस्ति नियमः ऋकारान्तस्य धातोः रि भवति ऋकारस्य स्थाने रि आदेशः भवति अतः कृ क्रियते किन्तु दीर्घ ऋकारान्तदातुः अस्ति चेत् तत्र दीर्घीकारः भवति ईर् पश्यति वा पुस्तके हा अस्तु समीचीनमस्ति तर्हि यथा बालकः कार्यं करोति बालकेन कार्यं क्रियते इति अस्ति तत्र इदानीं लक्ष्मीभगिनी तत्र बालकः कार्यं करोति तत्र बहुवचने वदतु बालकः कार्यं कुर्वन्ति कर्तरिप्रयोगे कर्मणि प्रयोगे बालकैः कार्यं क्रियते बहु समीचीनमस्ति अतः वचनमनुसृत्य अपि च पुरुषमनुसृत्य इति नियमः भवति तत्र विभक्ति कर्त क्रियापदस्य विभक्तिभेदः न भवति लिङ्गभेदः न भवति अतः इदानीं सुनिधिभगिनी वदतु अत्र बालिका कार्यं करोति तत्र कर्मणिप्रयोगस्य वाक्यं किमस्ति बालिकाया कार्यं क्रियते बालिकया पुनः वदतु बालिकया कार्यं क्रियते बहु समीचीनमस्ति इदानीं बालिका कार्यं करोति तस्य बहुवचनान्तरूपं किम् कर्तरिप्रयोगे न न कर्तरिप्रयोगे बालिकाभिः न न कर्तरिप्रयोगे ओ बालिक प्रथमतया सामान्यवाक्यं बालिकाभिः बालिकाः कार्यं करोति कुर्वन्ति अस्तु पुनः वदतु आहत्य बालिकाः कार्यं कुर्वन्ति बालिकाः कार्यं कुर्वन्ति इति वाक्यमस्ति अस्य वाक्यस्य कर्मणि प्रयोग वाक्यं किं भवति बालिकाभिः कार्यं क्रियते बहु समीचीनमस्ति यद्यपि बालिका तत्र स्त्रीलिङ्गशब्दः तथापि कर्तरिप्रयोगे तस्य प्रभावः न भवति यतोहि क्रियपदस्य लिङ्गभेदः न भवति तदेव तत्र यथा इदानीं सहदेव महोदय वदतु अत्र बालकः कवितां लिखति बालिकः कवितां बालकः कवितां लिखति तस्य कर्मणि प्रयोगः कः कर्मणि प्रयोग गतः वा कर्मणि प्रयोगः बालकेन कवि कवितां लिख्यते. तत्र कर्मपदस्य का विभक्तिः भवति कर्मणि प्रयोगे? आं, प्रथमविभक्ति. करोतु प्रथमविभक्ति. बालिकेन बालकेन बालकेन कवितः लिख्यते. न, अत्र आकारान्तशब्दः अस्ति. यथा लता, लता लते लताः, लतां लते लताः, कवितां. श्रीलिङ्ग, श्रीलिङ्ग. हा, क्षम्यतां. बालिकेन बालकेन कविता बालिक बालिकेन बालकेन बालकेन बालकेन कविता लिख्यते. हा, बहु समीचीनमस्ति. हा, इति अन्य अन्य कोऽपि अस्ति वा? नमस्कार, रवि. रवि महोदय अस्ति. अन्य कोऽपि? नमस्कार, श्रीनिवास महोदय. अनन्तरं मीना भगिनी. आं महोदय. अस्तु, इदानीं बालिका न बालकः कवितां लिखति, बालकेन कविता लिख्यते इति वाक्यमस्ति. इदानीं बालकः कवितां लिखति, तस्य बहुवचनान्तरूपं वदतु भगिनी. मीना भगिनी. बालकैः कविता न, कर्तरिप्रयोगे. कर्तरि बालकाः कवितां लिखन्ति. हा, इदानीं कर्मणि. बालकैः कविता लिख्यते. अस्तु, बहु समीचीनमस्ति. इति कृत्वा तत्र कर्तृपदं पुल्लिङ्गशब्दः भवतु वा स्त्रीलिङ्गशब्दः भवतु वा, अथवा कर्मपदं स्फुल्लिङ्गशब्दः भवतु स्त्रीलिङ्गशब्दः, तत्र लिङ्गभेदः न भवति तिङन्तपदे, क्रियापदे, यतोहि तत्र लिङ्गभेदो नास्ति, विभक्तिभेदः अपि न भवति. किन्तु अग्रे गत्वा वयं द्रक्ष्यामः इदानीं बालकेन कार्यं कर्तव्यम् इति वाक्यमस्ति. बालकेन कार्यं कर्तव्यम्, अत्र कर्तव्यम् इत्यत्र कर्तव्यप्रत्ययः कर्मणि अर्थे अस्ति इति कृत्वा कर्मणि प्रयोगे एव भवति. बालकेन कार्यं कर्तव्यम्. इदानीं श्रीनिवासमहोदय, तत्र कविता इति तत्र कार्यमिति स्थाने कविता इति स्थापयतु. बालकेन कविता अथवा तत्र एवं कुर्मः, तत्र पुस्तकं, बालकेन पुस्तकं लेखनीयम्. अस्तु, बालकेन पुस्तकं लेखनीयम्. इदानीं कविता इति स्थापयतु तत्र पुस्तकमिति स्थाने. बालकेन कवितां कर्तव्यम्. न, मम वाक्यं शृणोतु एकवारं. बालकेन पुस्तकं लेखनीयं. बालकेन पुस्तकं लेखनीयम्. इदानीं पुस्तकम् इत्यस्य स्थाने कविता इति स्थापयतु. बालकेन कविता लेखनीयम्. भवत्याः नाम रविमहोदय वदतु कृपया. बालकेन कवितां लेखनीयाम्. अत्र अस्तु, सञ्जीवमहोदय किञ्चित् सहायं करोति वा? बालकेन कविता लेखनीया. किमर्थं तथा? लेखनीया इति नियप्रत्ययः कृदन्तः अस्ति, तत्र विशेषणं भवति. अत्र अत्र अत्र लेखनीया इति शब्दः क्रियापदं नास्ति खलु? लिङ्गभेदः भवति सुबन्तपदं नामपदमस्ति विशेषणम् इति कृत्वा तत्र नामपदमस्ति अत्र यत्र नामपदमस्ति तत्र अखिला भगिनी तत्र कीदृशभेदाः भवन्ति सम्भवन्ति यत्र नामपदमस्ति चतस्रः सम्भावनाः सन्ति यत्र नामपदमस्ति तत्र नामपदं वचन वचनलिङ्ग वचनभेदः तत्र भवति वचनभेदः लिङ्गभेदः विभक्तिभेदः विभक्तिभेदः पुरुषभेदः न भवति न भवति नामपदमस्ति चेत् वचनभेदः लिङ्गभेदः विभक्तिभेदः क्रियपदमस्ति चेत् पुरुषभेदः कालभेदः वचनभेदः कालभेदः इति मास्तु पुरुषभेदः पुरुष अपि च वचनभेदः एव वचनभेदः लिङ्गभेदः विभक्तिभेदः इति न भवति इति एतत् सर्वं मनसि निधाय बहु समीचीनमस्ति तर्हि अत्र अस्माकं विषयः अस्ति भाविप्रयोगः अत्र भावे इति शब्दस्य को अर्थः अस्ति अत्र किमर्थं भावे इत्युक्तं कोऽपि वदति वा लेखनीयं कर्तव्यम् इति वाक्ये क्रियापदं क्रियापदमस्ति भवती अस्ति इति क्रियापदम् अस्ति वा इति वदामः अथवा न वदामः किन्तु अस्ति तादृश अर्थः अस्ति मया कार्यं कर्तव्यम् अस्ति कार्यं कर्तव्यं भवति भविष्यति आसीत् सर्वं भवति सुबन्तपदम् अपि अस्ति कर्तव्यं कार्यं लेखनीयं पुस्तकम् इति विशेष विशेषणसम्बन्धः अस्ति इति विशेषभावः अस्ति कार्यं कर्तव्यं कार्याणि कर्तव्यानि इति तादृशमस्ति एतत् सर्वं नाम कृदन्तपदानाम् अध्ययनम् अग्रे आयाति किन्तु तादृशविषयः अस्ति सामान्यविशेषणविशेषभावः अस्ति महोदय आम् इत्युक्ते कर्तव्यं कर्तव्यं कर्तव्यं करणीयमिति जानाति वा करणीयं करणीयं करणीयं कर्तव्यं तत्र शुद्ध इति अर्थः शुद्ध SHOULD शुद्ध कार्यं कर्तव्यं मया कविता लेखनीया शुड् रैट् शुड् इत्यादिकमस्ति अस्तु इदानीं आङ्ग्लभाषा तु क्रियापदः अस्ति संस्कृतभाषा नास्ति तादृशमस्ति तत्र कृदन्तपदं न भवति आङ्ग्लभाषया तत्र नाम प्रत्येकं भाषायाः पद्धतिः भिद्यते खलु पद्धतिः भिन्ना भवति प्रत्येकं भाषायाः तादृशभेदः तु भवति एव क्लोसेस्ट् वुड् बि टु बि रिटन् बुक् महोदय किं किं द क्लोसेस्ट् इन् इङ्ग्लिश् वुड् बि टु बि रिटन् बुक् टु बि डन् वर्क् शुड् बि should be done by the boy balakena karyam kartavyam vishesha visheshana nearest equivalent would be should be done work should be done becomes visheshanam nama atra kasina pratyaya hasti tavyat kartavyam athva karaniyam anear तव्यत् अन्यर् इति अन्ययोः तादृश अर्थः भवति आब्लिगेशन् इति इति तादृश अर्थः अस्ति. अस्तु, अग्रे गच्छेम. अद्यतन विषयः सः तु नास्ति. अत्र केवलं विशेषणविशेषभावः प्रदर्शनीयः आसीत्, यतोहि अत्र कर्मणि प्रयोगस्य अभ्यासः प्रवर्तमानः आसीत्. तादृशमपि तस्मिन् क्षेत्रे भवति. अस्तु, अग्रे गच्छेम. इदानीं नवविंशत्यधिकशततमीपुटे अवधेयम् इति किञ्चित् लिखितमस्ति. अवधेयं लक्ष्मीभगिनी तत्र पठति वा? अवधेयं भावे प्रयोगे. अस्तु, भावे भावे नाम अस्तु, मम प्रश्नः आसीत् भावे प्रयोगस्य अवसरे तत्र भावे इत्युक्ते किम्? कोऽपि वदति वा? कर्मपदं नास्ति इति तु अस्ति, किन्तु नकारात्मक अर्थः इति सकारात्मक अर्थः इति वक्तव्यः अस्ति. अत्र भावे इति किमर्थं स्वीकर्तुमस्ति भावे शब्दः? महोदय, मनसि बहवः भावाः सन्ति, तान् भावान् नाम अत्र कर्मणि प्रयोगे किमर्थं कर्मणि इत्युक्तमस्ति? क्रियापदः कर्तृप्रद कर्मणि प्रयोग कर्मणि पदस्य अनुस्वरः अस्ति. तत्तु अस्ति. अत्र व्याकरणस्य नियमाः इति तु सन्ति एव. नाम कर्मणि भावे प्रयोगे कर्मपदं न भवति, कर्मणि प्रयोगे तत्र कर्मपदम् अनुसृत्य सर्वं भवति इति तु अस्ति व्याकरणं. किन्तु नामकरणं कथं, किमर्थं तथा नामकरणं कर्मणि प्रयोगे? हा, सञ्जीव महोदय. कर्मणि प्रयोगे क्रियापदस्य परिणामः, क्रियायाः परिणामः कर्मपदस्य उपरि भवति. भावे प्रयोगे क्रियायाः परिणामः कर्तृः उपरि भवति. न कर्तृ या न कर्तृ, कर्तृ या कर्मणि कर्मपदस्य न अनुसरति. अत्र पश्यन्तु, कर्मणि प्रयोगे कर्मपदस्य अधिक अवधानमस्ति अस्माकं. तत्र अस्माकं ध्यानं तस्मिन् विषये अस्ति. कर्मणि तत्र कर्मपदस्य अस्माकम् अवधानम् अस्माकं ध्यानं तत्र अस्ति. किन्तु भावे प्रयोगे अस्माकं चिन्तनं कुत्र भवति? वस्तुतः भावे प्रयोगे अस्माकं चिन्तनं क्रियायाः विषये, क्रियायाः भावः अस्ति. मया उपविश्यते, तत्र मया इत्यस्मिन् अधिकमहत्त्वं नास्ति. कार्यं किं क्रियते इति तत्र उपवेशनकार्यमस्ति. उपविश्यते इति तत्र तादृश नाम मया भूयते, तत्र अस्तित्वम् इति भावः अस्ति. कस्य अस्तित्वम् इत्यस्मिन् तत्र तावत् महत्त्वं नास्ति. कर्तरिप्रयोगे अधिकध्यानं भवति तत्र कर्तुः विषये, किन्तु भावे तत्र क्रियापदस्य भावः इति तत्र अधिकमहत्त्वमस्ति. क्रियायाः क्रियापदस्य इति न क्रियायाः भावः. क्रिया या क्रिया प्रवर्तमाना अस्ति तस्य भावः इति भावे प्रयोगः. अस्तु, लक्ष्मीभगिनी पठतु कृपया. अवधेयम्, एतेषां वाक्यानां परिशीलनानन्तरं वयं भावे प्रयोगस्य नियमान् एवं सङ्ग्रहीतुं शक्नुमः. भावे प्रयोगे कर्तृपदं तृतीयाविभक्त्यन्तं भवति. भावे प्रयोगे कर्मपदं न भवति. भावे प्रयोगे क्रियापदं सर्वदा प्रथमपुरुष एकवचनान्तम् एव भवति. यथा पत्यते, धाव्यते, पत्येते, धाव्येते इत्यादीनां रूपाणां प्रयोगः कदापि न सम्भवति. एवमेव मध्यमपुरुषस्य उत्तमपुरुषस्य च अपि न सम्भवति इति नियमाः भवन्ति. समीचीनम् अस्ति. अत्र तस्मात् पूर्वं यत् पृष्टमस्ति तत् किञ्चित् पठेम. अत्र सुन्दी भगिनी पठति वा? एकः काकः प्रश्नमस्ति. कर्मणि प्रयोगे वचना तु अस्ति न? कर्मणि प्रयोगे अस्ति न वचनस्य अनुसृत्य वचनम् वचनम् अस्ति न? अस्ति अस्ति अस्ति. यथा बालकेन कार्यं करोति, बालकेन कार्याणि यक्षामि, बालकेन कार्यं क्रियते, बालकेन कार्यं क्रियते, बालकेन कार्याणि क्रियन्ते इति वचनभेदः अस्ति. अस्तु सुनीति भगिनि अग्रे. एकः काकः तेन आकाशे दीयते, तेन सह अन्यैः अपि पक्षिभिः दीयते, तैः एकत्र मांसखण्डः दृश्यते, मांसखण्डः खण्डं मुखेन गृहीत्वा काकेन पलायते. अनुक्षणं तस्य पृष्ठतः अन्यैः काकैः गृद्रैः च धाव्यते, मांसखण्डं रक्षितुम् अनेन काकेन ततोपि उपरि दीयते, काकैः रुद्रैः चापि स्वस्य श्रान्ततां अपरिगणय तस्य पृष्ठतः दीयते, अनेन काकेन तु कम्यते कम्प्यते. तस्मात् काकस्य मुखात् मांसखण्डेन पत्यते, अधः पतितं मांसखण्डे खण्डं ग्रहीतुम् अन्यैः काकैः गृद्रश्च धाव्यते. अस्तु, बहु समीचीनमस्ति भगिनि. तर्हि अत्र लघुः कथा अस्ति. अस्यां कथायां किं किं प्रवर्तमानमस्ति? अखिल भगिनी वदति वा? महोदय, तत्र एकः काकः अस्ति, सः आकाशे डीयमानः अस्ति, अपि च तत्र काकः अस्ति, तर्हि अन्य पक्षिणः अपि तेन सह तेन सह डीयन्ति. तत्र ते अत्र आत्मनिपद्य धातुः अस्ति. आत्मनेपदी धातुः तत्र यत्र भवति तत्र कीदृशपरिवर्तनं भवति कर्तरिप्रयोगे कर्मणि प्रयोगे च? क्षम्यता महोदय, पुनः वदतु. यत्र यथा प्रकाशते तत्र कर्मणि प्रयोगे किमस्ति? प्रकाश्यते. हा, नाम केवलं ते तु अस्ति एव आरम्भतः, अतः केवलं यकारः संयोजनीयः अस्ति. अत्र यकारस्तु अस्ति, अतः रूपपरिवर्तनं तु नास्ति एव अत्र दीयते इति. नाम पक्षी कर्तरिप्रयोगे किम् अस्ति? पक्षी, पक्षिणः. पक्षी दीयते, पक्षिणः दीयन्ते. न, पक्षी दीयते, तस्य कर्मणि तस्य तत् भावे किमस्ति? भावे पक्षिणा दीयते. हा, इति अस्ति, सर्वे अवगच्छन्ति खलु, तत्र रूपपरिवर्तनं नास्ति. कर्तरिप्रयोगे डयते वा डीयते? द्वयमपि अस्ति. द्वयमपि. धन्यवादः. अस्तु, अग्रे. कर्तरिप्रयोगे दीयन्ते अस्तु न? हा, किं कर्तरिप्रयोगे दीयन्ते न? नकारः नास्ति. पक्षिणः, पक्षिणः कर्तृप्रयोगे, कर्तरिप्रयोगे बहुवचने. बहुवचने, समीचीनं, तथैव. अस्तु भगिनि, अग्रे. आम्, तर्हि तत्र एकः तत्र मांसखण्डः अस्ति, तं पश्यति पक्षिणः, पश्यन्ति पक्षिणः, तत् गृहीत्वा तत्र प्रथमकाकः तत् अस्य ग्रहणं करोति, तदनन्तरं अन्यकाकैः अपि तत्र आगत्य तेन सह धावति. तर्हि तत्र तत् यत् मांसखण्डं तत् प्रथमकाकः ग्रहणं कृतवती, तस्य रक्षणं कृत्वा तत् इतोपि उपरि दीयते. तदनन्तरं तत्र अन्यकाकैः अपि च गृध्रैः अपि तेन सह तत् उपरि उपरि गमनं करोति. तदनन्तरं तत् यदा उपरि गतवती तत्र तु शैत्यं किञ्चित् अधिकं भवति इति चिन्तयामि. तर्हि तत् तत् तस्य तत्कारणात् तत्र काकः किञ्चित् भयात् इति भयम् इति भयात् इति भगिनि. ओ अस्तु, तत्र भयात् अपि तत्र काकः कम्पते. तदनन्तरं तत् यदा कम्पमानः अस्ति काकः तस्मिन् समये तत्र मांसखण्डः तु मुखात् अधो पतति. तदनन्तरं यदा मांसखण्डः अधः पतति सर्वैः पक्षिणः तत्र मांसखण्डं गृहीतुं मांसखण्डं यत्र पतति तस्मिन् तत्र धावयन्ति. अस्तु, सम्यक् अस्ति. इदानीं श्रीनिवास महोदय, तत्र काकैः गृध्रैः चापि स्वस्य श्रान्ततां अपरिगणय्य तस्य पृष्ठतः दीयते. तत्र वाक्यस्य अर्थः कः? सर्वै पक्षिभिः दीयन्ते महोदय. काकैः गृध्रैः चापि स्वस्य श्रान्तताम् अपरिगणय्य, वाक्यं पश्यति वा? कथमं वाक्यं चतुर्थं वाक्यं किमपि तथा पञ्चमवाक्यं पश्यति वा काकैः गृदैः चापि स्वस्य श्रान्ततां अपरिगणस्य तस्य पृष्ठतः परिगणय्य गृदै अहं न जानामि महोदय गृदै गृध्रः नाम बृहान् पक्षी अस्ति यः अन्यशब्दः संस्कृते अस्ति खलु गृध्रः इत्यस्य किं किन्तु तत् बृहान् सः मांसं खादति यत् अस्तु अस्य देशस्य प्रतीकमस्ति अस्य देशस्य अमेरिकादेशस्य प्रतीकमस्ति महोदय गरुडः इत्यपि वक्तुं शक्नुमः खलु न तत्र गरुदः इति यः मृतमांसं खादति इति एव गरुदः खलु खगः महोदय खगेश्वरः नाम तत्र ईगो अपि च वल्च द्वयोः भेदः अस्ति खलु न जाने यत्किमपि भवत् वल्च अपि कोऽपि पश्यतु सङ्गणके किम् मया चिन्तितमासीत् रामस्य सहायं करोति गृध्रादिप किं गृध्रादिपः रामस्य सहायं करोति अस्तु किन्तु कीदृश पक्षी सीता अथवा वल्च प्रायः समानं न जाने द्वयोः मध्ये किमस्ति किमपि अस्ति ईगो अथवा वल्चर् अस्तु श्रीनिवास महोदय काकैः गृदैः चापि स्वस्य श्रान्ततां न गच्छति वा रवि महोदय साहाय्यं करोतु काकैः च गृद्धैः च स्वस्य शान्ताम् अचिन्त्य अचिन्त्य तस्य अन्य काकस्य यस्य मुखे मांसः अस्ति तस्य पृष्ठ गम्यते शान्ततां प्रोटेक्षन् अस्ति महोदय शान्ततां प्रोटेक्षन् शान्ततां श्रान्तः यः श्रान्तः भूकार्यं कृत्वा कोऽपि श्रान्तः भवति खलु श्रान्तः इदानीं तस्य भावः अस्ति श्रान्तता द्वितीयविभक्त्यन्तमस्ति श्रान्तताम् अपरिगणय्य नाम अविचिन्त्य अदृष्ट्वा तस्मिन् विषये न चिन्तयति खलु इति अपरिगणय्य ल्यपति अस्ति अत्र परिगणयति न परिगणयति इति अर्थः न चिन्तयति तस्मिन् अर्थे श्रीनिवासमहोदय अवगच्छति वा आं महोदय अस्तु अन्यत् सर्वं प्रायः स्पष्टं स्यात् अत्र अस्यां कथायाम् अस्तु एतावता अस्तु अग्रे गच्छेम तर्हि इदानीं मीना भगिनी अग्रे पठतु कृपया तदा काकेन अन्यपक्षिभ्यः मुक्तेन भूयते तेन ज्ञायते यत् अधुना मया स्वतन्त्रेण भूयते इति इत्युक्ते किम् मुक्तेन भवति इति कर्मणि पदं भूयते भवति इति स्वतन्त्रेण अस्ति अन्यपक्षिभ्यः काकः न अन्वेषणं करोति इति काकः मुक्तमस्ति. काकः काकः मुक्तः मुक्तः अस्ति काकः मुक्तः अस्ति. काकः जानाति मम स्वतन्त्रं अधुना अहं स्वतन्त्रेण अस्मि इति काकः जानाति. हा सत्यं सत्यं काकेन अन्यपक्षिभ्यः अन्यपक्षिभ्यः इत्यस्य का विभक्तिः? तृतीयविभक्तिः. तृतीयविभक्तिः तृतीयविभक्ति पञ्चमी विभक्ति. अर्थं दृष्ट्वा अपि अवगन्तुं शक्नुमः. पञ्चमी विभक्ति. तस्य तृतीयविभक्ति अन्तं रूपं किं? तृतीय काकेन अन्यपक्षिभिः मुक्तेन भूयते. तेन ज्ञायते यत् अधुना मया स्वतन्त्रेण भूयते इति. अस्तु अग्रे समीचीनमस्ति. अग्रे रविमहोदय पठतु कृपया अग्रे. महोदय अस्ति वा? आम् अस्मि. मास्खण्डेन इव अस्मासु अपि अहङ्कारेण भूयते. यदि सः अहङ्कारः त्यक्तः भवति तर्हि जीवनेन भाररहितेन भूयते. मुक्तेन काकेन गगनसौन्दर्यं यथा द्रष्टुं शक्यते तथैव अस्माभिः अपि जीवनसौन्दर्यं द्रष्टुं शक्यते. इति कथा अस्ति. तस्य अर्थः कः? मास्खण्डः अहङ्कार मास्खण्डः एव अस्ति. यदि वयम् अहङ्कारं त्यजामि तदा जीवने वयम् उक्तवान् खलु. यदि वयम् अहङ्कारः त्यजामः तदा जीवनस्य जीवनं सरलं भवति. सत्यं जीवनं सरलं जीवनसरलं भाररहितं भवति. भाररहितं भवति. स्वतन्त्रकाक यथा गगनसौन्दर्यं पश्यति अनुभवति तदा तथैव वयमपि जीवनस्य सौन्दर्यं द्रष्टुं शक्नुमः. शक्नुमः इति. अस्तु समीचीनमस्ति. स्थूलाक्षरैः यानि क्रियपदानि सन्ति तानि सर्वाणि अकर्मक क्रियपदानि नाम अकर्मकधातवः सन्ति. तर्हि दीयते, धाव्यते, अन्यत् कम्प्यते, भूयते, शक्यते इति अकर्मकधातवः सन्ति सर्वे. इति कृत्वा भावे प्रयोगः नाम क्रियायाः भावः. अस्तु अग्रे गच्छेम. तर्हि भावे प्रयोगः सर्वे अकर्मकदातवः. सत्यं सत्यं सत्यं. भवती एव पठतु कृपया अग्रे. एतानि वाक्यानि सावधानतया उच्चैः पठतां. काकेन आकाशे दीयते, तेन धाव्यते, गाण्डीवेन स्रस्यते, गाण्डीवेन स्रस्यते, मम सन्तोषेण भूयते. वृक्षैः कम्प्यते, पार्थेन खिद्यते, कन्दुकेन पत्यते, पुष्पेण विकस्यते, योधैः युध्यते, सूर्येण प्रकाश्यते, शुनकैः भष्यते, अश्वेन स्थीयते. एतेषु वाक्येषु प्रयुक्ता सर्वे अपि अकर्मकाः धातवः सन्ति. समीचीनं. गाण्डीवेन स्रस्यते, गाण्डीवः गाण्डीवेन स्रस्यते, टु ड्राप् स्रस्यते, स्रस्यते तत्र को अर्थः स्यात्? खलति किमस्ति? पतति, स्खलति, स्खलति, स्खलति, हा इति अर्थः. स्खलति अस्तु इति अस्ति, हा स्खलति अर्थं न पतति इति अर्थः तादृश पतति. अस्तु, अत्र स्थीयते इत्यस्य धातुः कः? अस्ति, अस्ति, न न न स्थीयते इत्यस्य श्रीवासमहोदय वदतु. तिष्ठति, तिष्ठति. सुनिधि भगिनी वदतु, स्थीयते तत्र धातुः कः? स्था धातुः. तत्र तस्मिन् दिने वयं दृष्टवन्तः खलु सूत्रं, भूमा स्था गापा जहति सा जहाति सां हलि इति सूत्रमासीत्. ऐ किं अभवत् अत्र? भूमा स्था गापा जहाति सां हलि इति सूत्रमासीत्. तत्र स्था इति तस्य अभ्यासः न जातः तस्मिन् समये, यतोहि स्था धातुः अकर्मकः अत्र आयाति. अस्तु, समीचीनमस्ति. अग्रे सञ्जीवमहोदय, अग्रे पठतु कृपया. अकर्मकधातूनां कर्तरिप्रयोगः भावे प्रयोगश्च सम्भवतः, यथा छात्रः उपविशति, छात्रेण उपविश्यते, एते उत्तिष्ठन्ति, एतैः उत्थीयते, शिशुः रोदिति, शिशुना रुद्यते, भगिनी हसति, भगिन्या हस्यते, नर्तक्यः नृत्यन्ति, नर्तकीभिः नृत्यते. अत्र अकर्मकधातवः सन्ति सर्वे, अतः तेषां भावे प्रयोगे एव उपयोगः भवति, कर्मणि प्रयोगे न सम्भवति. अपि च तत्र अत्र ध्येयं सर्वे यत्र यत् यद्यपि कर्तृप्रयोगे वाक्यं बहुवचने स्यात्, किन्तु कर्मणि भावप्रयोगे तथा नास्ति. एते उत्तिष्ठन्ति, एतैः उत्थीयते इति एकवचनान्तमस्ति. नर्तक्या नृत्यन्ति, नर्तकीभिः नृत्यते. अपि च अहम् इति वदतु तत्र, नर्तक्यः इति अस्य स्थाने अहं नृत्यामि, मया नृत्यते, हा इति अस्ति. तत्र पुरुषभेदः अपि नास्ति, वचनभेदः अपि नास्ति, किमपि नास्ति, अतीव सुलभमस्ति, केवलं स्मर्तव्यमस्ति, तथा अस्ति इति. अस्तु, अग्रे सरेम तर्हि. श्रीनिवासमहोदय, अग्रे पठतु कृपया. न तत्तु अस्तु, जातम् अभ्यासः. एतानि वाक्यानि भावप्रयोगे परिवर्तयत. कर्तृप्रयोगः भावप्रयोगः. पुष्पं विकसति, पुष्पेण विकस्यते. शिशवः रुदन्ति, शिशवेन रुध्यते. शिशवः इत्यस्य प्रातिपदिकं किं? प्रातिपद मूलरूपं किं शिशवः इत्यस्य? शिशुशब्दः शिशवः इति अस्य काव्यपक्तिः किं वचनं? शिशुभिः रुद्यन्ते, शिशुभिः रुद्यन्ते बहुवचने भवति. शिशवः रुदन्ति इति बहुवचनान्तं रूपमस्ति रुदन्ति, तस्य भावप्रयोगे किं भवति? नियमः कः आसीत् तत्र शिशुभिः? किमस्ति शिशुभिः रुद्यते बहुवचने न भवति. तदानीं भवितुमर्हति स्म यदा कर्मपदमासीत्, कर्मणि प्रयोगे कर्मपदमनुसृत्य बहुवचने भवितुमर्हति स्म खलु? अत्र तथा नास्ति, अत्र कर्मपदं नास्ति, अतः कथं वा बहुवचने स्यात्? बुद्धम् अस्तु अखिल भगिनी अग्रे. बालः उत्तिष्ठति बालेन उत्तीयते, जनाः उपविशन्ति जनैः उपविश्यते क्षम्यतां, सः कुप्यति तेन कुप्यते. अस्तु लक्ष्मी भगिनी अग्रे. शुनकाः भषन्ति शुनकैः भष्यते, त्वं खिद्यसे त्वया खिद्यते, उन्मत्ताः हसन्ति उन्मत्तैः हस्यते. हा बहु सम्यक् अस्ति. अस्तु अग्रे गच्छेम तर्हि. सहदेव महोदय अग्रे वदति वा? सिंहः गर्जति. सिंहेन गर्जति. गर्जते गर्जयते. समीचीनम् अग्रे. दीपाः ज्वलन्ति. दीपैः ज्वल्यते. बहु समीचीनमस्ति. सुनिधि भगिनी अग्रे. नर्तकी नृत्यति. अत्र केवलं नदी, यथा नदी, अत्र नदी इत्यस्य तृतीयविभक्ति अन्तं रूपं किं? नर्तक्या नृत्यते. समीचीनम् अग्रे. महिलाः लज्जन्ते. महिलाभिः लज्जते. लज्जते. समीचीनमस्ति. अस्तु अग्रे. पुष्पा भगिनी अग्रे. पापं क्षयति पापेन क्षीयते. गङ्गा वह्यति वहति गङ्गया उह्यते. बहु समीचीनमस्ति. अत्र सम्प्रसारणं भवति. अस्तु अग्रे. इदानीं मीना भगिनी. आरक्षकाः वसन्ति, आरक्षकैः सम्प्रसारणं भवति महोदय? सत्यम्। उच्यते तत्र मुडन्यषकारः भवति। उष्यते, आरक्षकैः उष्यते। सस्यं वर्धते, सस्येन वर्ध्यते। हा, समीचीनमस्ति। अस्तु अग्रे रवि महोदय। वयं तिष्ठामः, अस्मान् तृतीया वयमिति तृतीया अस्माभिः तिष्ठे तिष्ठते स्थास्यते स्थीयते शाखा कम्पते शाखैः कम्प्यते अत्र शाखा प्रातिपदिकमस्ति शाखा खलु शाखा श्रीलिङ्गशब्दः शाखा शाखाभिः शाखया बहुवचने अस्ति शाखाभिः कम्प्यते चित्रं शोभते चित्रेण शोभ्यते अस्तु अखिला भगिनी अग्रे पर्यटकाः भ्रमन्ति पर्यटकैः भ्रम्यते पुनः पर्यटकैः भ्रम्यते भ्रम्यते हा तत्र रवि महोदय पुनः नवदशं वदतु चित्रं शोभते चित्रेण शोभ्यते तत्र शोभते तत्र शु इति धातुः अस्ति इति अहं मन्ये शुभ्यते इति भवेत् शुभ्यते द्रष्टव्यम् इति शुभ्यते इति मन्ये अस्तु अग्रे गच्छेम तर्हि अत्र अवधेयम् अवधेयं सञ्जीवमहोदय पठतु कृपया सकर्मकाः धातवः द्विधा सन्ति कर्तरिप्रयोगः कर्मणि प्रयोगः तथैव अकर्मकाः धातवः अपि द्विधा कर्तरिप्रयोगः भावे प्रयोगः प्रयोगपरिवर्तनसन्दर्भे अवधातव्याः केचन अंशाः सन्ति यथा प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य क्रियापदस्य च रूपेषु परिवर्तनं भवति परन्तु वाक्ये स्थितानां अंशां शब्दानां परिवर्तनं न भवति यथा सुरेशः प्रतिदिनं सायङ्काले गृहे पाठं पठति एतस्य कर्मणि प्रयोगः यथा सुरेशेन सायङ्काले पाठः पठ्यते अत्र प्रतिदिनं सायङ्काले गृहे इत्येतेषां रूपाणां परिवर्तनं न जातं तानि रूपाणि कर्तरिप्रयोगे कर्मणि प्रयोगे च समानानि एव एवमेव भावेप्रयोगे अपि अस्तु प्रथमम् उदाहरणम् उदाहरणं सुरेशः प्रतिदिनं सायङ्काले गृहे पाठं पठति तत्र उदाहरणं दत्तं सुरेश अत्र कर्मणि प्रयोगे सुरेशेन सायङ्काले गृहे पाठः पठ्यते तत्र कर्तृपदस्य कर्तृपदम् अस्ति सुरेशः तस्य परिवर्तनं जातं सुरेशेन इति कर्मणि पदम् अस्ति पाठं तस्य परिवर्तनं भवति पाठः तदनन्तरं क्रियापदं पठति तस्य कर्मणि रूपम् अस्ति पठ्यते आहत्य कर्तृपदस्य परिवर्तनं भवति कर्मपदस्य अपि च क्रियापदस्य. किन्तु यत् यः शब्दः प्रथम नाम चतुर्थीविभक्तौ अस्ति अथवा पञ्चमीविभक्तौ अस्ति, षष्ठीविभक्तौ अस्ति, सप्तमीविभक्तौ अस्ति, एतेषाम् एतादृशानां शब्दानां परिवर्तनं नैव भवति, तिष्ठति एव. अस्तु, अग्रे प्रायः एतादृश अभ्यासः स्यात्. अग्रे लक्ष्मीभगिनी, अग्रे पठतु कृपया. अभ्यासः महोदय. अग्रे अग्रे. हा. उपरितनान् अंशान् मनसि निधाय अधः लिखितायाः कथायाः कर्मणि भावे वा प्रयोगपरिवर्तनं कुरुत. करोतु. एकः संन्यासी अस्ति, तत् कर्तरिप्रयोगे अस्ति. परिवर्तयतु. एकः संन्यासी अस्ति, संन्यासिना भूयते. तत्र एकः इत्यस्य किम् अभवत्? वाक्य शब्दं त्यक्तवती इति वा? पूर्णतया वाक्यं वदतु भगिनि. तत्र शङ्का अस्ति वा? अस्ति महोदय. किमर्थं शङ्का? अत्र एकः संन्यासी, द्वयोः शब्दयोः कः सम्बन्धः? विशेषणविभावस्तु अस्ति खलु. तर्हि विभक्ति इत्यादिकम् अस्ति. एकेन संन्यासिना भूयते. सुन्दरमस्ति. द्वितीयं करोतु. सः भिक्षाटनं कृत्वा जीवति, तेन भिक्षाटनं कृत्वा जीव्यते. हा, इति अस्ति. बहु समीचीनमस्ति. अस्तु, अग्रे सुनिधि भगिनी, अग्रे. प्रतिदिनं प्रभाते एव सः प्रतिष्ठते. प्रतिदिनं प्रभाते एव तेन प्रतिष्ठ्यते. हा हा, इति समीचीनमस्ति. केवलं धातुः कः अत्र? प्रतीयते. हा, बहु समीचीनमस्ति. सुन्दरम्. अग्रे. अस्तु महोदय, प्रतिष्ठ्यते. न, धातुः कः? स्था. प्रस्तीयते. प्रस्तीयते यथा भगिन्या सम्यक् उक्तं. न शृणु. सुनिधि भगिनी सम्यक्तया उक्तवती. तत्र विश्वासः नास्ति वा तस्यां? न न न न, पृच्छ इति पृच्छ. अस्तु भगिनी, अग्रे. सः सर्वदा सन्तुष्टः भवति, तेन सर्वदा सन्तुष्टः भूयते. अत्र किञ्चित् चिन्तनीयमस्ति. यतोहि तत्र विशेषणविशेषभावः कुत्रचित् अस्ति. विशेषणविशेषभावः कुत्र अस्ति? विशेषणं कुत्र? विशेषणं कुत्रचित् अस्ति वा अत्र? अस्मिन् वाक्ये सः इति शब्दस्य विशेषणं किं? विशेषणं, विशेषणमिति अवगच्छति वा? विशेषणं नाम एड्जेक्टिव् इति यत् वदामः, एड्जेक्टिव्. यथा बालिका सुन्दरी, बालिका हा सन्तुष्टः. सन्तुष्टेन. हा, वदतु पुनः. तेन सर्वदा सन्तुष्टेन भूयते. हा, इति सुन्दरमस्ति. मीना भगिनी, अग्रे. कदाचित् सः भिक्षाटने किमपि न प्राप्नोति, कदाचित् तेन भिक्षाटने किमपि न प्राप्नुयते. न अत्र धातुः कः? आप् इति धातुः. आप् इति धातुः स्वादिगणे अस्ति. श्नु इति विकरणप्रत्ययः. श्नु विकरणप्रत्ययः न भवति कर्मणि प्रयोगे. त्यजतु. प्राप्यते. हा, विकरणप्रत्ययः न भवति कर्मणि प्रयोगे. कदाचित् सः भिक्षाटने किमपि तेन भिक्षाटने किमपि न प्राप्यते. हा, समीचीनमस्ति. अग्रे श्रीनिवास महोदय अग्रे. तदापि न शोचति न किमपि काङ्क्षति. तदापि न शोचति न किमपि काङ्क्षते. पुनः वदतु. तदापि न शोचति न किमपि काङ्क्षति. तदापि न शोचते न किमपि यकारः अपि भवेत्. शोचते. एकनिमेषः पश्यामि. यतोहि अत्र शोचति शोचति इत्यस्य धातुः कर्मणि प्रयोगस्य कृते तत्र धातुः कः इति सर्वदा द्रष्टव्यमस्ति. इति अहं चिन्तयामि स्म. शोचति इति प्रायः शुच् स्यात्. शुचति अस्ति. अतः तत्र धातुः शुचति अस्ति, न तु शोच. हा, शुच्यते इति अस्ति. न किमपि काङ्क्षते. यथा शुभ धातुः शोभते इति शुभ शुभ्यते. शोचति इति शुच् शुच्यते, काङ्क्षते. अस्तु अग्रिमम्. एवं सः सर्वदा एकभावेन तिष्ठति. एवं तेन सर्वदा एकभावेन भूयते तिष्ठति. धातुः कः? पूर्वमपि उक्तं स्था इत्यस्य. तत्र एकं सूत्रमस्ति, पुनः वदामि. सूत्रमस्ति केषाञ्चित् आकारान्तानां धातूनां कर्मणि प्रयोगे भाविप्रयोगे च दीर्घीकारादेशः भवति. घू घूसंज्ञकधातुः नाम दा धा. पुनः मा धातुः, स्था धातुः, गा धातुः, पा धातुः. जहाति सं हलि तत्र इति सूत्रमस्ति. घू मा स्था गा पा जहाति सं हलि. सर्वे वदन्तु, लिखन्तु च. घू मा सर्वे वदन्तु. एकवारं वदामि, एकवारं वदामि. घू मा स्था गा पा जहाति सं हलि. घू मा स्था गा पा जहाति सं हलि. घू मा स्था गा पा जहाति सं हलि इति वदन्तु. लिखन्तु. यदि यदि पार्श्वे नास्ति घू मा स्था गा पा जहाति सां हलि एतेषां धातूनां कर्मणि भावे च दीर्घैकारादेशः भवति. नाम दा इत्यस्य किं भवति? ध्रियते. मा मीयते. स्था गीयते. गा गीयते. पा पीयते. पिबति इत्यस्य पीयते. जहाति सां इति तत्र हा धातुः अस्ति. जहीयते. हा इति अस्ति. अत्र द्वित्वं न भवति, हीयते इति. अस्तु तर्हि एतादृशं भवति इति सर्वेषां मनसि भवेत्। अस्तु श्रीनिवासमहोदय वदतु। तिष्ठति धातु हि स्थादातुः अस्ति, तिष्ठति, स्थीयते। एवं तेन सर्वदा एकभावेन स्थीयते, अस्थीयते। रविमहोदय अग्रे निन्दायां प्रशंसायां वस समानः एव भवति। निन्दायां प्रशंसायां वा तेन समानेन एव भूयते। समीचीनम् अग्रे सुखं दुःखं च तं न प्रभावयति सुखं दुःखं च स न प्रभाव प्रभूयते। अत्र भाविप्रयोगः अथवा कर्मणिप्रयोगः इदं वाक्यं कर्मणिप्रयोगः अत्र कर्मपदम् अस्ति वा? तं कर्तृपदं किं कर्मपदम् अस्ति तं तमिति कर्मपदम् अथवा कर्तृपदं कर्मपदं कर्तृपदं किं सुखं दुःखं तर्हि पुनः वदतु सुखेन दुःखेन च स न प्रभूयते न प्रभूयते इति नास्ति अत्र धातुः इदानीं निच् अस्ति धातुः अस्ति भू इति उपदेशकधातुः अस्ति आतिदेशकधातुः अस्ति णिचि सति तत्र भावि इति धातुः अस्ति भावि न तु भू तर्हि किं स्यात् प्रभाव्यते ते पुनः वाक्यं वदतु सुखेन दुःखेन च स न प्रभाव्यते सः इति उक्तवान् एव समीचीनमस्ति। अस्तु पुष्पा भगिनी अग्रे वदतु सः भगवतः आराधनां करोति सः तेन भगवतेन तेन भगवतः आराधना क्रियते समीचीनम् अग्रे अग्रे ऐं सारि सः भगवतः अतीव प्रियः अस्ति तेन भगवतः अतीव प्रियेण भूयते समीचीनमस्ति सः प्रियः इति विशेषणविशेषभावः समीचीनं किल भगिनी अग्रे सः ध्यायति चेत् भगवतम् एव तेन ध्यायते चेत् भगवन्तः एव तेन भगवन् ध्यायन्ते चेत् भगवन्तः एव पुष्पा भगिनी भवत्याः तत्र पुनः तत्र चिन्तयतु कृपया अत्र तेन न एकक्षणं महोदय क्षम्यतां तेन ध्यायते चेत् भगवन्तमेव तथैव इति चिन्तयामि अत्र कर्मणि अथवा कर्तरिप्रयोगः अस्ति तत्र कर्मणि एव, परन्तु चेत् इति मध्ये अस्ति खलु, तर्हि तत्र भगवन्तम् इति यदि कर्मपदम् अस्ति तद् पृथक् इति मम चिन्तनमस्ति. किन्तु किमर्थं भगवन्तमिति द्वितीयविभक्तौ अस्ति, किमर्थं कस्यचित् कर्मपदम् अस्ति वा अस्मिन् वाक्ये? वाक्यं तु एकमेव अस्ति, अस्मिन् वाक्ये भगवन्तमित्यस्य कस्य कर्मपदं ध्यायति? तर्हि तर्हि तेन ध्यायते चेत् भगवत् भगवान् एव भगवन् नाम कर्मणि प्रयोगे कर्मपदस्य का विभक्तिः? प्रथमा विभक्ति. तर्हि समीचीनमेव, पुनः वदतु. तेन ध्यायते चेत् भगवान् एव. हा समीचीनम्, अग्रे. अस्तु. सः पश्यति चेत् भगवन्तम् एव, तेन दृश्यते चेत् भगवान् एव. इति वाक्यम्. अग्रे लक्ष्मी भगिनी, अग्रे. सः भावयति चेत् भगवन्तम् एव, तेन भाव्यते चेत् भगवान् एव. अग्रे. एवं सः सर्वदा सर्वत्र सर्वधा भगवन्मयः वर्तते. एवं तेन सर्वदा सर्वत्र सर्वधा भगवन्मयेन वर्तते. वर्तते इत्यस्य का गतिः अत्र? धातुः कः? धातुः अस्ति वृत्. वृत्यते. सुलभमस्ति. धातुः न जानीमः, धातुः कः इति न जानीमः चेत् क्लेशः, किन्तु जानीमः चेत् तत्र न कोऽपि क्लेशः. धातुः यथावत् तिष्ठति सर्वदा. शोचति इति धातुः शूच्वा किमस्ति वा इति तत्र शङ्का भवितुमर्हति. एकवारं यदा शूचति जानीमः, तदा शूच्यते इति निश्चितमस्ति. अत्रापि तथा, वृत् धातुः वृत्यते. अस्तु, अग्रे. एकवारं महोदय, भगवान् मयः लक्ष्मी पुनः वदतु कृपया. एवं तेन सर्वदा सर्वत्र सर्वथा भगवन्मयेन वृत्यते. हा समीचीनमस्ति. भगवन्मयेन इति अस्ति. अग्रे अस्तु, अखिना भगिनी अग्रे पठतु कृपया. प्रयोगपरिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य वा विशेषणानि सन्ति चेत् तेषां रूपाणाम् अपि विभक्तिपरिवर्तनं भवति. यथा कुशलः लेखकः उत्तमां कथां लिखति, एतस्य वाक्यस्य कर्मणि प्रयोगः भवति, कुशलेन लेखकेन उत्तमा कथा लिख्यते. अत्र विशेषणानाम् अपि परिवर्तनं विशेष्य अनुगुणं भवति. इत्युक्ते तत्र यदा तत्र विशेषविशेषणभावः अस्ति चेत् तादृश पदानां तादृशानां पदानां रूपपरिवर्तनं भवति. इत्युक्ते तत्र विशेष्यम् अनुसृत्य विशेषणस्य अपि रूपपरिवर्तनं भवति इति. तत्र लेखकः कथां लिखति इति एव मूलवाक्यं, तत्र कुशलः इति लेखकस्य विशेषणं, उत्तममिति कथायाः विशेषणं. तर्हि यदा कर्मणि प्रयोगः भवति तत्र लेखकः इति यत् कर्तृपदमस्ति तस्य तृतीया विभक्ति. तर्हि तस्य पदस्य विशेषणभावेन यत् पदमस्ति कुशलः इति तस्यापि विभक्ति कुशलेन इति भवति. तथैव कथाम् इति यत् पदं द्वितीय कर्मपदमस्ति तस्य विशेषभावेन विशेषणभावेन इति यत् अस्ति तस्यापि प्रथमाविभक्तिकत्वं. तर्हि तत्र वाक्यं भवति कुशलेन लेखकेन उत्तमा कथा लिख्यते इति. हा समीचीनमस्ति. अस्तु तर्हि अग्रे सञ्जीवमहोदय अग्रे. एतेषां वाक्यानां प्रयोगपरिवर्तनं यथोदाहरणं कुरुत. उदाहरणं कृष्णः आदित्यानां विष्णुः इति कृष्णेन आदित्यानां विष्णुना भूयते. कृष्णः ज्योतिषां रविः. अत्र वस्तुतः न उक्तमस्ति किन्तु अत्र वस्तुतः विशेषणविशेषभावो नास्ति. अत्र उद्देश्यविधेयभावः अस्ति. कृष्णः विष्णुः अस्ति इति वाक्यं तत्र विष्णुः विशेषणं नास्ति, तत्र उद्देश्यविधेयभावः अस्ति. किन्तु परिवर्तनं भवति यथा. अस्तु अग्रे. कृष्णः ज्योतिषां रविः अस्ति. कृष्णेन ज्योतिषां रविणा भूयते. हा समीचीनमस्ति. अग्रे. कृष्णः वेदानां सामवेदः अस्ति. कृष्णेन वेदानां सामवेदेन भूयते. हा इति अस्ति. अस्तु सहदेव महोदय अग्रे करोति वा. न अस्तु अस्तु न अन्यत् कुर्मः यत् किञ्चित् कठिनमस्ति. मीना भगिनी वदतु. कृष्णः नक्षत्राणां शशी अस्ति. कृष्णः नक्षत्राणां कृष्णेन नक्षत्राणां शश्या भूयते. शश्या अस्ति वा प्रातिपदिकं किं? नद्या शश्या. ओ शशिन् इति प्रातिपदिकं शशिना. कृष्णेन नक्षत्राणां शशिना भूयते. कृष्णः इन्द्रियाणां मनः अस्ति. कृष्णेन इन्द्रियाणां मनस् शब्दः मनस् तृतीया. किमपि नास्ति तत्र हलन्तशब्दानां सौकर्यमस्ति, तत्र काठिन्यं नास्ति. सर्वे किं तत्र सर्वे समानाः. तत्र भवत् शब्दस्य तृतीया किं भवत् भवता मनसा. कृष्णेन इन्द्रियाणां मनसा भूयते. हा अस्तु. इदानीं सदेव अग्रिमं करोतु. आम् कृष्णः भूतानां चेतना अस्ति. कृष्णः भूतानां भावे प्रयोगः कृष्णः कथं? हा कृष्णेन भूतानां चेतया भूयते. हा विचारः समीचीनः अस्ति किन्तु चेतना तत्र नकारः अस्ति खलु. चेतना तदेव करोतु यत् कृतवान् पूर्वं. लता इव अस्ति. लता लता लतया. चेतना चेतनया पुनः वदतु चेतनया कृष्णेन भूतानां चेतनया भूयते समीचीनम् अग्रे कृष्णः सरसां सागरः अस्ति कृष्णेन सारसां सरसां सागरेण भूयते बहु सम्यक् अस्ति सुनिधि भगिनी अग्रे कृष्णः सर्ववृक्षाणाम् अश्वत्थः अस्ति कृष्णेन सर्ववृक्षाणाम् अश्वत्थेन भूयते सम्यक् अग्रे कृष्णः पक्षिणां वैनतेयः अस्ति कृष्णेन पक्षिणां वैनतेयेन भूयते सुन्दरम् अस्तु अग्रे श्रीनिवास महोदय अग्रे कृष्णः आयुधानां वज्रम् अस्ति कृष्णेन आयुधानां वज्रेण भूयते कृष्णः श्रोतसां जाह्नवी अस्ति कृष्णेन श्रोतसां जाह्नव्या भूयते समीचीनमस्ति अस्तु अग्रे रवि महोदय अग्रे कृष्ण अक्षराणाम् अकारः अस्ति कृष्णेन अक्षराणाम् अकारेण भूयते कृष्ण छन्दसां गायत्री अस्ति कृष्णेन छन्दसां गायत्र्या भूयते अस्तु पुष्पा भगिनी अग्रे कृष्णः ज्ञानवतां ज्ञानम् अस्ति कृष्णेन ज्ञानवतां ज्ञानेन अस्ति कृष्णः भूयते कृष्णः सत्त्ववतां सत्त्वम् अस्ति कृष्णेन सत्त्ववतां सत्त्वेन भूयते इति भाविप्रयोगः बहु समीचीनमस्ति अस्तु समयः जातः महोदय एकवारं वदतु अवदत् विशेषविशेषणभावः नास्ति अन्यत् किम् अस्ति इति एकवारम् उद्देश्यविधेयभावः उद्देश्यविधेयभावः अपरस्मिन् तत्र किञ्चित् नाम अधिकसमयः अस्ति तस्य स्पष्टीकरणार्थं किन्तु तादृश एकस्मिन् दिने तत्र अस्माकं न्यायवर्गे विस्तरेण अहम् उक्तवान् तस्मिन् विषये तत्र लिङ्क् अहं प्रेषयितुं शक्नोमि महोदय नर्तकीभिः नृत्यते अस्तु मया नृत्यते सम्यक् अस्ति मया नृत्यते मया इति अस्ति अस्तु अस्तु तर्हि धन्यवादः सर्वेषां नमस्कारः नमस्कारः धन्यवादः धन्यवादः धन्यवादः महोदय